पद्मपुराणं खण्डं 2 भूमिखण्डः अध्यायं 44 सुकलोवाच स्वसैन्यं दुर्धरं दृष्ट्वा निर्जितं दुर्धरेण तं चुकोपभूपधिक्रूरं तुस्सहं शूकरं प्रति धनुरादाय वेगेन बाणं कालानलोपमं तस्याभिमुखमेवासौ हयेनाभिससारसः स यदा नृपदिं हयपृष्ठगतं वरपौरुषयुक्तममित्रहणं परिपश्य दिशूकर यूतपधिप्रकदोऽभिमुखं रणभूमितले निशितेन शरेण हदो हि यदा नृपतेर्हयपादतले प्रगतः तमिहैव विलङ्घ्यज वेगमनाः प्रखरेण जवेन च कोलवरः व्यथितस्तुरग सखिधि किडिना न हि यादीक्षितौ सहि विद्धगतिः तुरगः पतितो भुवि तुण्डहदो लघुस्यं धनमेव गदो नृपतिः स हि गर्जति शूकरजातिरवैरथ संस्थितकोशल येन जवैः गदया निहद किल भूपदिना रणमध्य गतः स हि यूथपतिः परित्यज्य तनुं च स्वकां हि तदा गद एव हरेर्गृहमेव वरं कृत्वा हि युद्धं समरे हितेन राज्ञा समं शूकरराजराजः पपादभूमौ च हदो यदादु ववर्षिरे देववरा सुपुष्पैः तस्योर्ध्वगः पुष्पचयः सुजातः सन्तानकानामिव सौरभश्च स कुङ्कुमैश्चन्दनवृष्टिमेव कुर्वन्ति देवा परितुष्यमाणाः विमृश्यमानः सहितेन राज्ञा चतुर्भुजसोऽपि बभूवराजन् दिव्याम्बरो भूषणदिव्यरूपस्वतेजसा भादिदिवाकरो यथा दिव्येन यानेन दिवं गदो यदासु पूज्यमानसुरराजदेवैः गन्धर्वराजस बभूव भूयः पूर्वं स्वकं कायमिहैव हित्वा यदि श्रीपद्मपुराणे भूमिखण्डे वेणोपाख्याने सुकलाचरित्रे चतुश्चत्वारिंशत्तमोऽध्यायः ॐ